ॐ गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासप्रकरणे स्मः तत्र हेत्वाभासः पञ्चविधाः भवन्ति प्रथमविधः अस्ति तत्र सव्यभिचारः इति सव्यभिचारः अपि त्रिविधः साधारण असाधारण अनुपहंसादिभेदात् इति तत्र साधारणहेत्वाभासः इत्युक्ते यस्मिन् हेतौ साध्य अभावत् अवृत्तित्वं नास्ति इत्युक्ते साध्य अभावत् वृत्तित्वम् अस्ति तत्र उदाहरणम् अस्ति आसीत् पर्वतः वह्निमान् प्रमेयत्वात् तर्हि यदि ह्रदः इति अधिकरणं स्वीकुर्मः यस्मिन् साध्य अभावः वह्नि अभावः अस्ति तस्मिन् ह्रदे अपि प्रमेयत्वम् अस्ति इति कृत्वा साध्य अभाववत् वृत्तित्वं हेतौ आगतम् इति दोषः साध्याभावत् अवृत्तित्वम् इति पूर्वपक्षिणः लक्षणमस्ति पूर्वपक्षिणः लक्षणमस्ति चेदपि सर्वत्र सङ्गच्छते केवलान्वयस्थले एव तस्य कार्यं न भवति इति कृत्वा हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानादिकरण्यम् इति सिद्धान्तिलक्षणम् उक्तं भवतु किन्तु साधारण हेत्वाभाससाधनार्थम् अत्र किं पूर्वपक्षिलक्षणमेव पर्याप्तं भवति तदनन्तरं तत्र हेतौ दुष्टत्वसम्पादनप्रकारः इत्यत्र समूह आलम्बनज्ञानम् एकं कल्पयित्वा यद्यपि कुत्रचित् एव तादृशकल्पनस्य आवश्यकता भवति कुत्रचित् इत्युक्ते यत्र नित्यवस्तु हेतुत्वेन भवति उदाहरणार्थं तत् घटत्वम् इति ह्रदः वह्निमान् घटत्वात् इत्यत्र घटत्वम् इति नित्यवस्तु अस्ति नित्यवस्तुनि कालिकेन सम्बन्धेनापि किमपि न भवितुम् अर्हति इति कृत्वा अत्र हेतुत्वं दुष्टत्वं कथं सम्पादयितुं शक्यते इति प्रश्नः आगतः दोषः तु अस्ति वह्नि अभावत् ह्रदः इति दोषः अस्ति सः दोषः कथं घटत्वे आनेतव्यम् इति चेत् तत्र प्रश्नः आसीत् घटत्वम् इति नित्यवस्तु अस्ति जातिः अस्ति घटे विद्यमानजातिः विद्यमाना जातिः इति कृत्वा समूह आलम्बनज्ञानम् एकं कल्प्य वह्निभावत् ह्रदः घटत्वं च इति समूह आलम्बनज्ञानम् एकं कल्पयित्वा तत्र इदानीम् अधिकरणं समान अधिकरणं भवति ज्ञानम् तर्हि वह्निभावत् ह्रदः घटत्वम् अनयोः मध्ये सामानादिकरण्यं सम्पादितं सम्बन्धः अपि सम्पादितः अस्ति अपि च घटत्वे घटत्वत्वम् अस्ति इति कृत्वा एकज्ञानविषये प्रकृतहेतुता अवच्छेदकमत्वं सम्बन्धः तर्हि घटत्वत्वम् अपि च वह्निभावत् ह्रदः अनयोः मध्ये सम्बन्धः साधितः वह्निभावत् ह्रदः हृतघटत्वम् इति समूह आलम्बनज्ञानं कृत्वा घटत्वत्वम् अपि च वह्निभावत् ह्रदः अनयोः मध्ये सम्बन्धः साधितः अस्ति एकविषय एकज्ञानविषयकसम्बन्धः तयोः मध्ये आगतः अस्ति तर्हि घटत्वत्वं किम् इति चेत् प्रकृतहेतुता अवच्छेदकत्वम् एव घटत्वत्वम् इति कृत्वा तादृशघटत्वत्वं घटत्वे अस्ति इति कृत्वा वह्नियभावत् ह्रदः इति दोषः इदानीं घटत्वे सम्पादितम् अस्तु तदनन्तरम् असाधारण हेत्वाभासस्य निरूपणं तत्र किञ्चित् अस्माभिः पठितं लक्षणम् आसीत् सर्वसप्रक्ष विपक्ष व्यावृत्तः पक्षमात्रवृत्तिः असाधारणः इति सपक्षः इत्युक्ते किम् साध्यनिश्चयवान् सपक्षः इति उक्तम् इत्युक्ते साध्यं निश्चयेन यस्मिन् अधिकरणे अस्ति तदेव सपक्षः. विपक्षः इत्युक्ते किं? साध्य अभावनिश्चयवान् इत्युक्ते साध्यं निश्चयेन अस्मिन् अधिकरणे नास्ति इति. तादृश अधिकरणं भवति विपक्षः इति. अस्तु, तर्हि असाधारणहेतुः इत्युक्ते किम् इत्युक्ते सपक्षे अपि नास्ति विपक्षे अपि नास्ति. व्यावृत्तः इत्युक्ते नास्ति इति. सपक्षे अपि नास्ति विपक्षे अपि नास्ति, केवलं पक्षे एव वर्तते. उदाहरणमस्ति शब्दः अनित्यः शब्दत्वात्, तर्हि अत्र हेतुः अस्ति शब्दत्वम् इति हेतुः. शब्दत्वं कुत्र विद्यते? शब्दे एव विद्यते. शब्दे एव विद्यते. अत्र शब्दः इति पक्षः अस्ति, पक्षमात्रवृत्तित्वं शब्दत्वे अस्ति. सपक्षे अनित्यः इति साध्यमस्ति. तर्हि घटः इति स्वीकुर्मश्चेत् घटः अनित्यः इति वयं जानीमः. अनित्यत्वं घटे वर्तते. तर्हि शब्दत्वं घटे अस्ति वा इति चेत् नास्ति. तर्हि सपक्षव्यावृत्तः अस्ति शब्दत्वम् इति हेतुः. विपक्षे इत्युक्ते यद् अनित्यं नास्ति विपक्षः. साध्य अभावनिश्चयवान् विपक्षः. तर्हि अनित्यः इति अनित्यत्वम् इति साध्यम्. आत्मनि नास्ति, आत्मा इति स्वीकुर्मः. आत्मनि अनित्यत्वं नास्ति, आत्मा नित्यः अस्ति इति कृत्वा. तर्हि अनित्यत्वे शब्दे नित्ये आत्मनि शब्दत्वमस्ति वा इति चेत् नास्ति. तर्हि विपक्षे अपि नास्ति सर्व. तर्हि सपक्षे अपि नास्ति विपक्षे अपि नास्ति, पक्षमात्रे एव अस्ति इति कृत्वा एषः हेतुः शब्दत्वम् इति हेतुः असाधारणः इति उक्तम्. तत्र किमर्थं विपक्षे नास्ति इति वक्तव्यम् इति चिन्तनम् इत्युक्ते विपक्ष सद्धेतुः कः इति चेत् पक्षे अस्ति विपक्षे नास्ति एवं सपक्षे भवति इति एव सद्धेतुः. तर्हि पक्षे अस्ति इति किमर्थं वक्तव्यं? तदा एव पक्षधर्मता लभ्यते. हेतौ पक्षधर्मता, पक्षे भवेत् पक्षधर्मता अपि च व्याप्तिः, उभयमपि द्वौ गुणौ यस्मिन् अस्ति सः एव सद्धेतुः इति उक्तं. तर्हि पक्षे अस्ति, पक्षमात्रवृत्तिः इति अत्र उक्तं खलु. तर्हि पक्षे अस्ति इति उक्तत्वात् अत्र पक्षधर्मता सम्पादितमस्ति. पक्षधर्मता कुत्र उपयोगं करोति? पक्षधर्मतायाः उपयोगः कुत्र भवति इति चेत् परामर्शज्ञानसाधनार्थं पक्षधर्मता आवश्यकी अस्ति. पक्षधर्मता व्याप्तिज्ञानेन, व्याप्तिज्ञानाभ्याम् एव परामर्शः उत्पद्यते, परामर्शेन अनुविधिः उत्पद्यते इति क्रमः अस्माभिः दृष्टः. अस्तु, तर्हि द्वितीयः गुणः विपक्षे नास्ति इति. विपक्षे नास्ति इति किमर्थम् अत्र वक्तव्यम् इति चेत् पर्वतः वह्निमान् प्रमेयत्वात् इति साधारण हेतु साधारण अनुमानं स्वीकुर्मश्चेत् तर्हि इदानीं प्रमेयत्वम् इति सर्वत्र वर्तते एव. तर्हि तत्र विपक्षः इति कश्चन नास्ति एव. पर्वतः वह्निमान् प्रमेयत्वात् इत्यत्र प्रमेयत्वम् इति इति यत् स्वीकुर्मः इति इति हेतुः प्रमेयत्वं सर्वत्र वर्तते. प्रमेयत्वस्य अभावः इति अप्रसिद्धः अस्ति इति कृत्वा प्रमेयत्वं हेतुत्वेन स्वीकुर्मश्चेत् प्रमेयत्वनिष्ठ विपक्षः एव नास्ति. तर्हि तत्र विपक्षः नास्ति, अत्र विपक्षे नास्ति इति भेदः तयोः मध्ये. साधारणहेतुस्थले, हेत्वाभासस्थले विपक्षः एव नास्ति, किन्तु अत्र विपक्षे नास्ति. विपक्षे किं नास्ति? हेतुः नास्ति इति. तदेव तस्य उपयोगः, किमर्थम् अत्र विपक्षव्यावृत्तः इति उक्तम्, अतः एव अत्र लिखितमस्ति द्वितीयविपक्षवृत्तिरूपः यः साधारणदोषः तस्मात् प्रकृतहेतुं वारयति इति। अस्तु, तदनन्तरं तृतीयः गुणः हेतौ व्याप्तिज्ञानं सम्पादयति, सपक्षे भवेत्, तर्हि सपक्षे अस्ति चेत् व्याप्तिज्ञानं भवति। अस्तु, तर्हि अन्ततो गत्वा शब्दः अदित्यः शब्दत्वात् इत्यत्र कः क्लेशः इति चेत् व्याप्तिज्ञानं न जायते। किमर्थम् इत्युक्ते सपक्षे अत्र हेतुः अस्ति वा इति चेत् पक्षं विहाय अन्यस्मिन् हेतुः अस्ति वा इति चेत् केवलं पक्षे एव लभ्यते इति कृत्वा व्याप्तिज्ञानं न सम्पादितं भवति अत्र, सपक्षे नास्ति इति एव अत्र क्लेशः अस्ति। तदेव अत्र लिखितमस्ति, यद्यपि अन्वितेः पूर्वं पर्वतेः वह्निः सन्दिग्धः, 253 पेज् मध्ये अन्तिमपरिच्छेदं पठन्नस्ति, तथापि महानसादौ तद्निश्चयः भवत्येव। तर्हि तत्र सपक्षे इत्युक्ते पर्वतः वह्निमान् धूमात् इत्यस्मिन् अनुमाने धूमः इति हेतुः यद्यपि पर्वते प्रत्यक्षेण ज्ञायते, तथापि साध्यसन्दिग्धवान् पक्षः इति कृत्वा पक्षः अधिकरणत्वेन सपक्षत्वेन न स्वीकर्तुं शक्यते, अन्यत् किमपि स्वीकरणीयं। तत् किम् इति चेत् महानसं, महानसे अपि धूमः विद्यते इति कृत्वा इदानीं सपक्षः लब्धः अस्ति, तत्र च महानसे धूमज्ञानं भवति चेत् धूमे व्याप्तिनिश्चयः भवति, एवञ्च महानसादिरूपसपक्षवृत्तित्वं धूमे ज्ञातं सत् व्याप्तिनिश्चयं सम्पादयति इति सपक्षवृत्तित्वं हेतुगुणः। शब्दत्वरूपे प्रकृतहेतौ तु शब्दे साध्यसाय संशयकाले यद्यपि शब्दत्वं शब्दे वर्तते इति वयं जानीमः, किन्तु यत्किमपि पक्षत्वेन स्वीकुर्मः तस्मिन् संशयः भवेत्, साध्यस्य संशयः भवेत्, तर्हि तदेव उदाहरणत्वेन न प्रदर्शयितुं शक्यते। शब्दः अनित्यः शब्दत्वात् यथा इति न वक्तुं शक्यते, यथा शब्दः इति न वक्तुं शक्यते, किमर्थमित्युक्ते शब्दः इति पक्षः इदानीं। तर्हि शब्दत्वरूपे प्रकृतहेतौ तु शब्दे साध्यसंशयकाले सपक्षभूता ये घटपटादयः तद्वृत्तित्वरूपं सपक्षवृत्तित्वं न घटते, तर्हि तदेव दोषः इति दुष्टः अयं हेतुः। सपक्षवृत्तित्वं हेतौ न दर्शयितुं शक्यते, किमर्थं पक्षमात्रवृत्तित्वात्, केवलं शब्दत्वम् इति हेतुः केवलं शब्दे एव लभ्यते, शब्दं विहाय अन्यत्र यत्र कुत्रापि न लभ्यते इति कृत्वा सपक्षवृत्तित्वं न दर्शयितुं शक्यते शब्दत्वम् इति हेतौ, तर्हि तदेव दुष्टत्वम्। अयं हेतोः दुष्टत्वं किम् इति चेत् सपक्षवृत्तित्वं नास्ति, सपक्ष अवृत्तित्वम् इति। अस्तु, तर्हि तत्र कोत्र दोषः इति किञ्चित् वर्षा भगिन्या पठितमासीत्, किन्तु पुनः तस्मिन्नेव विषये चिन्तनं कुर्मः, ततः पठेम। तर्हि इदानीं किञ्चित् जाटिल्यं भवति, किन्तु अस्मिन् सन्दर्भे कः दोषः इति मनसि संस्थापयन्तु। अस्तु, सत्यभाम भगिनि। आं महोदय, पठनात् पूर्वं किञ्चित् चिन्तनं कुर्मः, अनन्तरं भवती पठतु। अस्तु, तर्हि शब्दः अदित्यः शब्दत्वात् इत्यत्र कः क्लेशः अस्ति? सामान्यभाषया वदतु। साधारण वयं किं कुर्मः, पर्वतः वह्निमान् प्रमेयत्वात् इत्यत्र भिन्न अधिकरणे तस्य पक्ष भिन्न अधिकरणं पक्षत्वेन स्वीकृत्य तस्मिन् समानाधिकरणम् अस्ति वा इति दर्शितुं शक्यते. इदानीं तादृशपक्षः न प्रा नास्ति इति क्लेशः. सपक्षः इति वदतु, सपक्षः सपक्षः नास्ति इति क्लेशः. हा उत्तमम् इति इति एव विषयः अत्र. अग्रे यदा पठेम तत्र दुष्टत्वं हेत्वाभासः लक्षणसमन्वयः इति एतत् सर्वं सम्पादनीयम् इति कृत्वा तत्र किञ्चित् जाटिल्यं जाटिल्येन एव साधयामः. किन्तु स्थूलरीत्या कः क्लेशः इति चेत् सपक्षे हेतुः नास्ति. सपक्षे हेतुः नास्ति चेत् कः क्लेशः भवति अनुमाने? वदतु. सपक्षे हेतुः नास्ति, पक्षधर्मदा ज्ञानं हेतौ न दौ गुणः अस्ति खलु, पक्षधर्मदा अपि च व्याप्तिज्ञानम् अत्र पक्षे अस्ति, किन्तु व्याप्तिज्ञानं न प्राप्तुं शक्यते. उत्तमं, बहु उत्तमं, तदेव वक्तव्यं, तदेव वक्तव्यं. सपक्षे हेतुः नास्ति चेत् अनुमाने कः क्लेशः भवति इति चेत् व्याप्तिज्ञानं न लभ्यते. यत्र यत्र हेतुः तत्र तत्र साध्यं यथा इति वक्तव्यं खलु, तर्हि तत्र अन्वयव्याप्तिः न लभ्यते. अन्वयव्याप्तिः न लभ्यते, तर्हि अन्वयव्याप्तिः न लभ्यते चेत् किं न लभ्यते? अनुमितिज्ञानं न लभ्यते. परामर्शः. उत्तमम्, बहु उत्तमं भगिनि. व्याप्तिः न लब्धः चेत् लब्धा चेत् परामर्शः न लभ्यते. परामर्शः न लभ्यते चेत् किं न लभ्यते? अनुमिति न. उत्तमम्, अनुमितिः न लब्धा भवति. उत्तमम् इति कृत्वा सपक्षे अत्र हेतुः भवेत्, तत् प्रदर्शनीयं. न प्रदर्शितं चेत् व्याप्तिः व्याप्तिज्ञानं न लभ्यते, तर्हि परामर्शः न जायते, अनुमितिः अपि न जायते इति क्लेशः. अस्तु, तर्हि सर्वम् अवबुद्धं, बहु समीचीनं भगिनि. तर्हि इदानीम् अग्रे पठेमश्चेत् क्लेशः न भवति. अस्तु, इदानीम् अग्रे पठतु भगिनि. को अत्र दोषः? को अत्र दोषः? हेतुनिष्ठः साध्यसमानाधिकरण्याभावः. तावद् अत्र वाक्यशः पश्येम. तर्हि हेतुनिष्ठः साध्यसमानाधिकरण्याभावः इत्यस्य अर्थं वदतु. साध्यसमानाधिकरण्याभावः हेतौ साध्यसामानीकरण्यं साध्यसामानाधिकरण्यम् अवश्यं, तस्य अभावः अस्ति. साध्यस्य समानाधिकरण्यम् इत्युक्ते शब्दत्वम् अनित्यत्वं साध्यं, तत् हेतु अस्ति शब्दत्वं. सो शब्दः एव इदानीं तयोः समानाधिकरण्यम् अस्ति, अतः इदानीं भिन्न अधिकरणस्य अभावः समानाधिकरणे. हा उत्तमम् इति मनसि भवेत्, बहु उत्तमं भगिनि. यद्यपि शब्दः इति अधिकरणम् इति स्वीकुर्मश्चेत् शब्दे अनित्यत्वमस्ति, शब्दे शब्दत्वमस्ति इति कृत्वा शब्दनिष्ठ साध्यसामानाधिकरण्यं शब्दत्वे अस्ति. शब्दनिष्ठ साध्यसामानाधिकरण्यम् अनित्यसामानाधिकरण्यं शब्दत्वे अस्ति. किन्तु किन्तु शब्दः इति इदानीं पक्षः अस्ति. शब्दं विहाय अन्यत् किमपि अधिकरणं नास्ति यस्मिन् साध्यसामानाधिकरण्यं प्रदर्शयितुं शक्यते इति कृत्वा हेतुनिष्ठः साध्यसामानाधिकरण्य अभावः इति दोषः. तर्हि दोषः कः इति चेत् साध्यसामानाधिकरण्य अभावः इति दोषः. अस्तु अग्रे. दर्शितरीत्या सिद्धान्तव्याप्तिविषयः विषयकपरामर्शः खलु हेतौ स्वव्यापक साध्यसामानाधिकरण्यम् अवगाहते. दर्शितरीत्या सिद्धान्तव्याप्तिविषयकपरामर्शः. सिद्धान्तव्याप्ति हेतु अधिकरणनिष्ठा, तद् वा हेतु अधिकरणनिष्ठा अत्यन्ताभाव अप्रतियोगि साध्यसामानाधिकरण्यम् इति. हा हेतु अधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम् इति सिद्धान्तव्याप्तेः लक्षणम्. तर्हि तस्मिन् ज्ञाने ये विषयाः सन्ति ते सर्वे परामर्शे भवेत्. अस्तु, तर्हि सिद्धान्तव्याप्तिविषयकपरामर्शः खलु हेतौ स्वव्यापकसाध्यसामानाधिकरण्यम् अवगाहते. अत्र सामानाधिकरण्यम् इति अन्ते अस्ति खलु, हेतुमधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम् इति अस्ति. तर्हि तत्र साध्यसामानाधिकरण्यं भवेत्, तत्र सिद्धान्तहेतौ अस्ति. अग्रे तत्र तत्र सामानाधिकरण्यं सामानाधिकरण्यं साध्य अधिकरणवृत्तित्वं न सामानाधिकरण्यम् इत्युक्ते साध्य अधिकरणवृत्तित्वमेव सामानाधिकरण्यं खलु, यस्मिन् अधिकरणे साध्यमस्ति. बुद्धं खलु? तत् बुद्धं. यस्मिन् अधिकरणे, एकनिमिषं, यस्मिन् अधिकरणे साध्यमस्ति तस्मिन् अधिकरणे एव हेतुः अस्ति चेत् साध्यसामानाधिकरण्यकरणवृत्तित्वम् इदानीं हेतौ आगतं. समीचीनं. न तत् शब्दत्वरूपे प्रकृतहेतौ समस्ति इति तत् अवगाहि परामर्शः समरूपः भवति. तद् इदानीं प्रकृतहेतौ शब्दत्वे न सम्पादयितुं शक्यः, अतः परामर्शः भ्रमरूपः भवति. व्याप्तिः न सिद्ध्यति, अतः परामर्शः भ्रमरूपः भवति. यदि व्याप्तिः न सिद्ध्यति तर्हि परामर्शः अपि भ्रमः भवति खलु. अस्तु, तदेव उक्तम्. अग्रे प्रतिबध्यज्ञानाकारः शब्दत्वं प्रतिबध्यज्ञानाकारः शब्दत्वम् अनित्यत्वसमानाधिकरण्यवत् इति भवेत्. प्रतिबध्यज्ञानस्य आकारः इदानीं शब्दत्वम् अनित्यत्वसमानाधिकरण्यवत् इति तादृशज्ञानं प्रति शब्दत्वम् किञ्चित् चिन्तयतु, किञ्चित् चिन्तयतु अग्रे गमनात् पूर्वं. कस्य आकारः उक्तः अत्र? प्रतिबध्यज्ञानस्य. हा, प्रतिबध्यज्ञानं भ्रमात्मकं भवेत् वा भ्रमात्मकं भवेत् वा? भ्रमात्मकं भवेत्. हा, भ्रमात्मकं भवेत् खलु प्रतिबध्यज्ञानं. तर्हि अत्र प्रतिबध्यज्ञानस्य आकारः कः? शब्दत्वम् अनित्यत्वसमानाधिकरण्यवत् इति अस्ति. हा, शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति प्रतिबध्यज्ञानस्य आकारः भवेत्. तर्हि इदानीं शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति प्रमात्मकं वा भ्रमात्मकं वा? प्रमात्मकमस्ति. किन्तु प्रतिबध्यज्ञानं भ्रमात्मकं भवेत्, प्रतिबन्धकज्ञानं सर्वदा प्रमात्मकं भवेत् खलु. किन्तु इदानीं प्रतिबध्यज्ञानं किमस्ति? प्रमात्मकमस्ति. शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् खलु. अनित्यत्वं यस्मिन् अस्ति शब्दे तस्मिन् शब्दत्वमस्ति. अस्ति, अस्तु, तादृशज्ञानं. हा, तादृशज्ञानं प्रति शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति असाधारणविषयकः निश्चयः प्रतिबन्धको भवति. इदानीं यद् अनित्यत्वसामानाधिकरण्य अभाववत् इति शब्दत्वमस्ति, तद् ज्ञानमस्ति प्रतिबन्धकज्ञानं, तदेव निश्चयज्ञानम्. एतदेव असाधारणविषयकः इति अत्र समान आकारकत्वं सम्पादनीयं खलु. प्रतिबध्यज्ञानं प्रतिबन्धकज्ञानम् अनयोः मध्ये समान आकारकत्वं सम्पादनीयं. तर्हि समान आकारकत्वम् इत्युक्ते किं? समान विशेष्य विशेषत्वं भिन्नभिन्नप्रकारत्वं समानविशेष तावत् वदतु इदानीम् अत्र अवच्छेदकत्वमिति अनन्तरं पश्येम अस्तु तदेव अत्र उक्तमस्ति शब्दत्वम् उभयत्र समानमस्ति आं शब्दत्वम् उभयत्र समानमस्ति प्रकारता विपरी अनित्यत्वसामानाधिकरण्यम् अपि च अनित्यत्वसामानाधिकरण्य अभाववत् अनित्यत्वसामानाधिकरण्यवत् इति प्रतिबद्धज्ञाने यः प्रकारः अस्ति तस्य अभावः अनित्यत्वसामानाधिकरण्य अभाववत् इति प्रतिबन्धकज्ञाने इदानीं प्रकारः अस्ति अस्तु अग्रे प्रतिबन्धकनिश्चययोः भावाभावप्रकारत्वं शब्दत्व शब्दत्वावच्छिन्न विशेषता निरूपकत्वं शब्दत्वत्वावच्छिन्न शब्दत्व नास्ति शब्दत्वत्व विशेषता निरूपकत्वं हा क्षम्यता प्रतिबद्धप्रतिबन्धकनिश्चययोः भावाभावप्रकारत्वं शब्दतत्त्वावच्छिन्न विशेषतानिरूपकत्वं च अस्ति इति समानाकारकत्वं सुघटं तदस्ति तद् इदानीं भवान् उक्तवान् अस्तु अग्रे पठतु तथा च शब्दतत्त्वावच्छिन्न विशेषतानिरूपित अनित्यत्व सामानाधिकरण्यत्वावच्छिन्न प्रकारताशाली बुद्धित्वावच्छिन्न प्रतिबद्धतानिरूपित शब्दत्वत्वावच्छिन्न विशेषतानिरूपित अनित्यत्वसामानाधिकरण्य अभाववत्त्वावच्छिन्न प्रकारताशाली निश्चयत्वावच्छिन्न प्रतिबन्धकताश्रयः निश्चयः शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति आकारः अग्रे अभिपण न तर्हि अत्र किञ्चित् चिन्तयेम तर्हि इदानीं प्रतिबद्धज्ञानस्य आकारः कः शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति उत्तमम् प्रतिबन्धकज्ञानस्य आकारः कः शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति उत्तमं तर्हि एतद् मनसि संस्थापयति चेत् अत्र किमपि क्लेशः नास्ति वाक्यं पठितुं तर्हि शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति प्रतिबद्धज्ञानं शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति प्रतिबन्धकज्ञानम् अस्ति तर्हि शब्दत्वत्व शब्दत्वे कः धर्मः अस्ति शब्दत्वम् इति धर्मः हा तर्हि शब्दत्वम् इति विशेष्यम् अस्ति तस्मिन् शब्दत्वत्वम् इति धर्मः अस्ति तदेव विशेष्यतायाः अवच्छेदकः भवति तर्हि शब्दत्वत्व अवच्छिन्नविशेष्यतानिरूपित अनित्यत्वसामानाधिकरण्यत्वम् इति आगतम् तत् कथम् इति चिन्तयति वा अनित्यत्वसामानाधिकरण्यत्वम् इति कथम् आगतम् अस्मिन् उदाहरणे हा अत्र शब्दत्वं शब्दत्वे शब्दत्वम् अस्ति तदनन्तरं प्रतिबन्धकज्ञाने क्षम्यतां प्रतिबद्धज्ञानस्य आकारम् एकवारं वदतु अनित्यत्वसामानाधिकरण्यवत् शब्दत्वम् हा तर्हि अनित्यत्वसामानाधिकरण्यवत् इति अस्ति खलु अनित्यत्वसामानाधिकरण्यवत् इति प्रकारः तर्हि प्रकारतायाः अवच्छेदकः कः भवति अनित्यत्वसामानाधिकरण्यवत्त्वम् किमर्थं द्विवारं त्वं प्रति योजयति करण्यत्वं न अनित्यत्वसामानाधिकरण्यत्वम् एव खलु महोदय इति अस्ति इति लिखितमस्ति किन्तु तत्र मध्ये एकं सोपानमस्ति इदानीं प्रतिबद्ध्यज्ञानस्य यद् अहं पृच्छामि तत् श्रुत्वा वदतु, अन्यत्र दृष्ट्वा वदति चेत् क्लेशः भवति. अस्तु, प्रतिबद्ध्यज्ञानस्य आकारः कः? अनित्यत्व सामान्यकरण्यवत् सम्पूर्णाकारं शब्दत्वं शब्दत्वं अनित्यत्वं शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति सत्यं. तर्हि शब्दत्वे कः धर्मः अस्ति? शब्दत्वम् अस्ति, शब्दत्वम् अस्ति. एवम् अनित्यत्वसामानाधिकरण्यवत् वति किमस्ति, कः धर्मः अस्ति? तदेव अहम् उक्तवती, अनित्यत्वसामानाधिकरण्यवत्त्वम् अस्ति इति. वत् इति अस्ति, वत्त्वम् अस्ति इति वा? वत्त्वम् इति वत्त्वम् अस्ति. अनित्यत्वसामानाधिकरण्यवत्त्वं वत्त्वम् अस्ति. किन्तु अत्र वाक्ये किं लिखितम्? अनित्यत्वसामानाधिकरण्यत्वम् इति लिखितं, न तु वत्त्वम्. तर्हि अनित्यत्वसामानाधिकरण्यवत्त्वम् अपि च अनित्यत्वसामानाधिकरण्यत्वम् उभयमपि समानं वा? तद्वत्त्वम् तद्वत्त्वं तदेव तदेव तद्वत्त्वं तदेव. अस्तु, घटवत् भूतलं. तर्हि घटः इति तद् घटवत् भूतलं. घटवत्त्वं कुत्र अस्ति भूतले? तर्हि घटवत्त्वम् इत्युक्ते किं? घटः एव खलु? घटः एव. एवम् अनित्यत्वसामानाधिकरण्यवत्त्वम् इत्युक्ते अनित्यत्वसामानाधिकरण्यत्वम् एव. किमर्थमित्युक्ते वतु प्रत्ययम् उपयुज्य अधः आगतः, पुनः त्वं प्रत्ययम् उपयुज्य उपरि गतः. तर्हि तद्वत्त्वं तदेव इति कृत्वा अनित्यत्वसामानाधिकरण्यवत्त्वं वत्वा अवच्छिन्न इति लेखनस्य स्थाने अनित्यत्वसामानाधिकरण्यत्व इति लिखितं. वत्त्वम् इति न लिखितं, किन्तु त्व इति लिखितं. किन्तु अस्माकम् अवधानं तत्र भवेत्, वत्त्वम् इति भवेत्, किन्तु तद्वत्त्वं तदेव इति कृत्वा शब्दत्वत्व अवच्छिन्न विशेषता निरूपित अनित्यत्वसामानाधिकरण्यत्व अवच्छिन्नप्रकारताशाली बुद्धित्वावच्छिन्न प्रतिबद्धताज्ञानं. तर्हि प्रतिबद्धताज्ञाने केवलं ज्ञानत्वम् एव भवेत्, तदपि अस्माभिः दृष्टं. निरूपित शब्दत्वावच्छिन्नविशेषतानिरूपित अनित्यत्वसामानाधिकरण्य अभावत्वम् इति, अभाववत्त्वम् इति भवेत् तत्रापि, किन्तु अभावत्वम् इति लिखितं. तद्वत्त्वं तदेव इति कृत्वा अवच्छिन्न प्रकारताशाली निश्चयत्व, अत्र निश्चयज्ञानमपि भवेत् खलु, प्रतिबन्धकज्ञानं समानात्मकं भवेत्, निश्चयज्ञानमपि भवेत्. निश्चयत्वा अवच्छिन्न प्रतिबन्धक आश्रयः निश्चयः कः इति चेत् शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति आकारः. तर्हि इदानीं प्रतिबन्धकत्वं शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति ज्ञाने साधितं, तावदागतम्. बुद्धं खलु? आं, बुद्धं महोदय. अस्तु, बहु समीचीनं, धन्यवादः भगिनि. धन्यवादः. अग्रे इदानीं वर्षा भगिनी पठति वा? अयं निश्चयः. अयं निश्चयः परामर्शांशे शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति बुद्धिं प्रति तत् अभाववत्ता निश्चयमुद्रया प्रतिबन्धकः भवति. अग्रिमचित्रमस्ति अत्र प्रतिबन्धक, अत्र मुद्रा का इति अत्र अस्ति. तद्भाववत्ता निश्चयमुद्रा अत्र घटते इति तत्पदेन वयं विषये वयं प्रतिपद्यज्ञानस्य प्रकारः इति स्वीकुर्मः. अत्र प्रतिपद्यज्ञ अग्रे दत्तमस्ति खलु, तत् पठित्वा पुनः प्रदर्शयतु. तदभावः सोरि तत्पदेन प्रतिपद्यज्ञाने प्रकारीभूतम् अनित्यत्वसामानाधिकरण्यं ग्राह्यम्. अत्र प्रतिपद्यज्ञानस्य आकारः अस्ति शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति. अतः प्रतिपद्यज्ञानस्य प्रकारः अस्ति अनित्यत्वसामानाधिकरण्यम् इति. तदभावः तदभाववत्ता इत्युक्ते तदभावः. एकनिमिषम्, अत्र कथम् अत्र शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति प्रतिपद्यज्ञानं, किन्तु प्रकारता प्रकारीभूतम् अनित्यत्वसामानाधिकरण्यम् इति कथं जातम्? तत्र वत् इति त्यक्तम्. प्रतिपद्यज्ञानस्य आकारः कः? शब्दत्वम् अनित्यत्वसामानाधिकरण्यवान् सामान्यकरण्यवत् इति. अस्तु, तर्हि अत्र विशेष्यं किम् अस्मिन् ज्ञाने? अनित्यत्वसामानाधिकरण्यं विशेषणम्. विशेष्यं किम् इति पृष्टं मया. विशेष्यं शब्दत्वम्. उत्तमम्. विशेषणं किम्? अनित्यत्वसामानाधिकरण्यम् इति विशेष्यं वा अनित्यत्वसामानाधिकरण्यवत् इति विशेष्यं विशेषणं वा? प्रकारः अनित्यत्वसामानाधिकरण्यं, विशेषणम् अनित्यत्वसामानाधिकरण्यवत् इति एव. किमर्थं चेत् तदेव विशेषणं भवति विशेष्य. पुनः पृच्छामि, केवलम् अत्र अवगमनं भवेत् इत्यतः. प्रतिबन्धक प्रतिबद्ध्यज्ञानस्य आकारः कः इति एकवारं वदतु. शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति आकारः. उत्तमं, तत्र विशेष्यं किम्? विशेष्यं शब्दत्वम्. अस्तु, विशेषणं किम्? अनित्यत्वसामानाधिकरण्यवत् इति एव विशेषणं भवति. हा, किन्तु अत्र किं लिखितमस्ति? प्रकारीभूतम् अनित्यत्वसामानाधिकरण्यम् इति लिखितं, न तु करण्यवत् इति. किमर्थं? तत् प्रकारः अस्ति, ज्ञानस्य प्रकारः. पुनः यदि अनित्यत्वसामानाधिकरण्यवत् इति वदामः चेत् तत् शब्दत्वमेव बोधयति. अत्र ज्ञानस्य प्रकारः विशेष्यः इति भवतः किल. अत्र विशेषः अस्ति शब्दत्वं, प्रकारः अस्ति अनित्यत्वसामानाधिकरण्यम् इति. तद्वत्ता तदेव तद्वान् तदेव इति अस्ति किल महोदय. वाट् इस् न न तद् नास्ति अत्र, अतः अहं पृच्छन्नस्मि. तद् नास्ति. अस्तु, एतत् पूर्वम् अस्माभिः दृष्टं, किञ्चित् पुनस्मारणीयामे पुनस्मरामि. उन्नतः वृक्षः इति अस्ति खलु, उन्नतः वृक्षः इत्यत्र विशेषणं किं विशेष्यं किम्? उन्नतः विशेषणं वृक्षः विशेष्यम्. हा, इति नास्ति, इति नास्ति. उन्नतः इति पदेन कः उक्तः अस्ति? वृक्षः एव. हा, वृक्षः उक्तः खलु, उन्नतः इति शब्देन वृक्षः उक्तः, न तु तस्मिन् विद्यमान कश्चन धर्मः. तर्हि विशेषणं, तर्हि उन्नतः इति विशेषणवाचकपदमस्ति, न तु विशेषणम्. उन्नतः वृक्षः इत्यत्र यद्यपि व्याकरणशास्त्रे अत्र विशेषणविशेषभावः अस्ति, उन्नतः अपि च वृक्षः अनयोः मध्ये इति, किन्तु अर्थ अवगमनं यदा कुर्मः तत्र उन्नतः इति पदेन वृक्षे विद्यमान कश्चन धर्मः न उक्तः, किन्तु साक्षात् वृक्षः उक्तः उन्नतः इत्यनेन. तर्हि तत्र कः धर्मः अस्ति? औन्नत्यम्. औन्नत्यं खलु, औन्नत्यम् इति धर्मः. एवं शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् अत्र अनित्यत्वसामानाधिकरण्यवत् इति विशेषणमस्ति, किन्तु साक्षात् विशेषणं नास्ति, विशेषणवाचकपदमस्ति। तर्हि विशेषणं यथा गन्धवती पृथिवी इति आरम्भे एतत् सर्वम् अस्माभिः अधीतं, गन्धवती पृथिवी इति लक्षणवाक्यं, किन्तु परिष्कृतं, लक्षणवाक्यं परिष्कृतं। किमर्थमिति चेत् गन्धवती इत्यनेन पृथिवी एव उक्ता अस्ति, तर्हि पृथिवी पृथिवी इतिवत् भवति लक्षणवाक्यं। किन्तु तत्र लक्षणं वक्तव्यं भवति, तदा एव लक्षणवाक्यं भवति इति कृत्वा गन्धवत्वं, गन्धवत्वं पृथिव्याः लक्षणम् इति परिष्कृतं लक्षणस्य। एवम् अत्र शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इत्यत्र सामानाधिकरण्यवत् इति विशेषणवाचकपदमस्ति, न तु विशेषणं। तर्हि विशेषणं किम् इति चेत् अनित्यत्वसामानाधिकरण्यम् इति विशेषणम्। यथा औन्नत्यं वृक्षे विशेषणमस्ति, औन्नत्यं वृक्षे अस्ति इति कृत्वा एव वृक्षः उन्नतः इति वक्तुं शक्यते। तर्हि विशेषणं किम् इति चेत् औन्नत्यं, नो चेत् उन्नतत्वम् इति विशेषणम्। विशेषणवाचकपदं किम् इति चेत् उन्नतः इति पदम्। उन्नतः इति पदेन किम् उक्तम् इति चेत् वृक्षः साक्षात् उक्तः इति कृत्वा एव तत्पदेन प्रतिपद्यज्ञाने प्रकारीभूतम् अनित्यत्वसामानाधिकरण्यं ग्राह्यम् इति उक्तं, न तु सामानाधिकरण्यवत् इति। बुद्धं किम्? अस्तु, बहु समीचीनं। हा अग्रे तदभावः, तदभावः अनित्यत्वसामानाधिकरण्य अभावः तद्वत्, तत् कुत्र वर्तते इत्युक्ते तद् शब्दत्वं, तद्वत् शब्दत्वम् इति अस्ति। तद्वत्ता शब्दत्वे इति अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वं प्रतिबन्धकज्ञानविषयः विशेषविशेषणभाव आपन्नः पदार्थः एव दोषलक्षणे यत् पदेन ग्राह्यः। तर्हि दोषः कः अन्ततो गत्वा? दोषः अत्र अस्ति शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति एव दोषः। हा अत्र विपरीत्यदिश्यां वदतु, अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इति दोषः, इत्युक्ते शब्दत्वम् इति दोषः, तदेव हेतुः अस्ति खलु। शब्दत्वम् इति हेतुः एव दोषः, दुष्टः अस्ति। किन्तु कीदृशशब्दत्वम् इति चेत् अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वं, यथा नीलोघटः, यथा नीलोघटः। अत्र कर्मदार्यसमासः कृतः, शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति वदति चेत् तद् ज्ञानस्य आकारः, किन्तु इदानीं कर्मदार्यसमासः, अतः एव अत्र डाश् स्थापितमस्ति। नीलघटः इति यदा वदेम, तथा विशेषणं विशेषे विशेषेण बहुलम् इत्यनेन कर्मदार्यसमासः अत्र कृतः अस्ति। अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इति एकं पदं, तदेव दोषः। प्रतिबन्धकज्ञानविषयः यदस्ति, विशेषविषये विशेषणभाव आपन्नः पदार्थः, सः एव दोषलक्षणे यत्पदेन ग्राह्यः। तर्हि दोषः कः इति चेत् अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् एव दोषः। अस्तु अग्रे भगिनि। महोदय अत्र एकः प्रश्नः, यत् इति किं महोदय? दोषलक्षणे यत् पदेन ग्राह्य अत्र हेत्वाभासस्य लक्षणं किम्? अत्र यत् यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति उक्तं खलु, तत्र यत्पदं यदस्ति तेन यत्पदेन किं ग्राह्यम् इति चेत् अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इति ग्राह्यम्। अस्तु अग्रे। तद्विषयकनिश्चयस्य परामर्शप्रतिबन्धकत्वं दर्शितम्। पुनश्च तत्पदेन एकनिमिषं पुनः अत्र तत् तद्विषयक इत्युक्ते तद् इति पद्य तद् इति अत्र किं ग्राह्यम्? यत् पदेन उक्तं तदेव ग्राह्यम्। ओके, तत् तत् अनित्यत्वसामानादिकरण्य अभाववत् शब्दत्वम् इति निश्चयेन वयं परामर्शप्रतिबन्धकत्वं साधितम्। अत्र यदि अनित्यत्वसामानादिकरण्य अभाववान् शब्दत्वं शब्द यदि अनित्यत्वसामानादिकरण्य अभावः शब्दत्वे अस्ति तर्हि अत्र परामर्शज्ञानं न जायते, तदेव वयं निरूपितम्। हा, इत्युक्ते अत्र केवलं तादृशं नास्ति, प्रतिबन्धकत्वं कथं निरूपणीयम् इति चेत् प्रमात्वं भवेत्, निश्चयत्वं भवेत्, समान आकारकत्वं भवेत्। समान आकारकत्वम् इत्युक्ते समानविशेष्यं भवेत्, समानविशेषता अवच्छेदकं भवेत् इति षड् निकषाः सन्ति खलु, ते सर्वे अत्र उपरि उक्ताः सन्ति इति कृत्वा परामर्शप्रतिबन्धकत्वं दर्शितम्। अस्तु, अग्रे पुनश्च तत्पदेन तस्यैव ग्रहणे तत्त्वम् अनित्यत्वसामानादिकरण्य अभाववत् शब्दत्वे अस्ति इति अयमेव असाधारण्यं हेतुदोषः। पुनश्च तत्पदेन, तत्पदेन इत्युक्ते अनित्यत्वसामानादिकरण्य अभाववत् शब्दत्वमिति पदेन तस्यैव ग्रहणे तत्त्वम् अनित्यत्वसामानादिकरण्य अभाववत् शब्दत्वे अस्ति इति अयमेव असाधारण्यं हेतुदोषः। न, अत्र किं करोति, प्रथमं दोषः कः इति वदति, तदनन्तरं दोषत्वं दुष्टे भवेत्। इदानीं हेतुः कः अस्मिन् सन्दर्भे? शब्दत्वं, शब्दत्वम् इति हेतुः, तस्मिन् दुष्टत्वं सम्पादनीयम्, शब्दत्वे दुष्टत्वं सम्पादनीयं। तर्हि शब्दत्वे दुष्टत्वं सम्पादनीयं चेत् शब्दत्वे दोषः आनेतव्यः अस्ति। तर्हि शब्दत्वम् इति हेतुः दुष्टः, इदानीं दोषः कः? अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इति दोषः अस्ति खलु। अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वं शब्दत्वे अस्ति, तदेव मया उक्तं, विशिष्टं शुद्धात् न अतिरिच्यते इति। नीलो घटः अपि घटः एव खलु। एवम् अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् अपि शब्दत्वम् एव इति कृत्वा दोषः। पुनश्च तत्पदेन तस्यैव ग्रहणे तत्त्वम् अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वे अस्ति इति अयमेव असाधारणं हेतुदोषः इति उक्तम्। अस्तु, अग्रे। तद्वत्ता च प्रकृतिहेतौ शब्दत्वे एकज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वसम्बन्धेन अत्र अत्र यदा भवता उक्तं विशिष्टज्ञानमपि सामान्यज्ञाने अस्ति इति अस्ति, तदापि ग्रन्थकारेण एकज्ञानविषयप्रकृत हेतुता अवच्छेदकत्वसम्बन्धं कल्पयित्वा एव अत्र हेतुनि दोषः दर्श हेतौ दोषः कल्पयति। अत्र सार्वत्रिकं भवेत् इत्यतः, नो चेत् अनित्यत्वसामानादिकरण्य अभाववत् शब्दत्वं शब्दत्वे तादात्म्यसम्बन्धेन अस्ति, तर्हि अत्र समूहालम्बनज्ञानम् अपि च एकज्ञानविषयप्रकृतहेतुतः अवच्छेदकत्वसम्बन्धम् इति वस्तुतः न वक्तव्यम्, किन्तु सार्वत्रिकं भवेत् इति कृत्वा ग्रन्थकारः एतादृशं वदति, तद्वत्ता च प्रकृतहेतौ शब्दत्वे एकज्ञानविषयप्रकृतहेतुता अवच्छेदकत्वसम्बन्धेन अस्ति। अस्तु, अग्रे एकं ज्ञानं। अत्र एकज्ञानं समूहालम्बनम्, अनित्यसामानाधिकरण्य अभाववत् शब्दत्वं शब्दत्वं चेति आकारकम्, समूह आलम्बनज्ञानस्य आकारः अत्र उक्तः। अग्रे पठनीयं वा? आम्, तद्विषयः प्रकृतहेतुता अवच्छेदकं शब्दत्वम् अत्र शब्दत्वं शब्दत्वं सोरि हा प्रकृतहेतुता अवच्छेदकं शब्दत्वं तद्वत् शब्दत्वम् अत्र तद्वत्त्वं शब्दत्वे इति असाधारण्यरूपः दोषः शब्दत्वे अस्ति इति शब्दत्वं दुष्टः हेतुः अभासः बुद्धं खलु? हा महोदय पूर्वमपि अस्तु तर्हि यद्यपि अत्र समूह आलम्बनज्ञानम् इत्यस्य आवश्यकता नास्ति तथापि अत्र तादात्म्यसम्बन्धेन एव दोषः दुष्टे अस्ति इति कल्पयितुं शक्यते तथापि सार्वत्रिकं भवेत् एकनिमिषम् आवेणुम सर्वम् एकनिमिषम् हा क्षम्यताम् अस्तु बहु समीचीनं तर्हि अनित्यत्वसामानादिकरण्य अभाववत् शब्दत्वम् अपि च शब्दत्वम् इत्यत्र एकविषय एकज्ञानविषये प्रकृतहेतुता अवच्छेदकत्व अवच्छेदकत्वसम्बन्धेन यद्यपि साधनीयम् इति आवश्यकता नास्ति किमर्थमित्युक्ते शब्दत्वं शब्दत्वे तादात्म्यसम्बन्धेन वर्तते तथापि एतादृशसमूह आलम्बनज्ञानं विकल्प्य अत्र दोषः हेतौ प्रकृतहेतौ शब्दत्वे सम्पादितम् अस्ति इति कृत्वा दुष्टत्वम् आगतं हेतौ तर्हि हेत्वाभासः सम्पादितः भवति इति आगतम् अस्तु तर्हि अस्मिन्नेव विषये इतोपि किञ्चित् चिन्तनं भवति स्वामी महोदय अग्रे पठति वा? धन्यवादः भगिनि. स्वामी महोदय हरिः ओम् न जाने भवतु रमेश महोदय अग्रे पठतु महोदय हरिः ओम् श्रूयते महोदयः आं श्रूयते महोदय वर्षा भगिनी रमेश महोदय अस्ति किम् आं महोदय अस्मि न भवन्तम् आहूतवान् अहं भवतु भवानेव अग्रे पठतु न श्रुतम् ओहो एकनिमिषम् अग्रे पठ स्वामी महोदय अस्ति किम् स्वामी महोदय अस्तु रमेश महोदय भवान् एव पठतु महोदय आं महोदय सूक्तिललन्तिका तदेव पठनीयं खलु महोदय सत्यं सत्यं सूक्तिललन्तिका प्रसिद्धे असाधारणे सद्हेतुत्वनिरूपणम् अत्र अयं भवति क्लेशः पक्षे शब्दे अनित्यत्व रूप साध्यसंशयकाले निश्चितसाध्यवन्तः ये घटपटादयः तद् वृत्तित्वं शब्दत्वे न अस्ति यद्यपि साध्यसमानाधिकरण्य अभावः शब्दत्वे आयाति तथापि शब्दः अनित्यः इति अनुमितेः परं निश्चित साध्यवान् शब्दः अपि ग्रहीतुं शक्यः तावत् किञ्चित् वदति वा यत् निश्चयसाध्यवन्तः अस्ति घटपटादयः तद् वृत्तित्वं शब्दत्वे नास्ति तत् शब्दत्वे नास्ति साध्यसामानाधिकरण्य अभावः शब्दत्वे आयाति तर्हि साध्यसामानाधिकरण्यं साध्यसामानाधिकरण्यस्य अभावः शब्दत्वे आयाति तथापि शब्दः अनित्यः शब्दः अपि अनित्यः इति अनुमितेः परं तर्हि तत् अनुमितम् अनुमितेः परं निश्चितसाध्यवान् शब्दः अनुमितेः परं शब्दः निश्चितसाध्यवान् शब्दः निश्चितसाध्यवान् शब्दः अपि ग्राहितुं शक्यः अनित्यः शब्दः अनित्यः इति अनुमितेः परं हा शब्दः अनित्यः इति यत् ज्ञानमस्ति तद् निश्चितसाध्यवान् भवति वा तत् हा अनुमितेः परं तद् निश्चितसाध्यवान् भवति हा खलु हा खलु अनुमितेः परन्तु तद् अनुमितिः एव न भवति खलु न न इदानीं तस्मादुपरि चिन्तनं तस्मादुपरि चिन्तनम् इत्युक्ते शब्दः अनित्यः शब्दत्वात् इति अनुमितौ इदानीम् अनित्यत्वं शब्दे साध्यमस्ति वा शब्दे अनित्यत्वं शब्दे साध्यम् अस्ति वा इति प्रश्नः वा हा अत्र शब्दः अनित्यः शब्दत्वात् इति अनुमाने साध्यम् अनित्यम् अस्ति खलु अनित्यत्वम् आम् अनित्यत्वम् अनित्यत्वं शब्दे अस्ति वा अनुमितेः परं भवेत् परन्तु अनुमितिः एव न भवति खलु एकनिमिषम् एकनिमिषम् अस्ति वा न वा शब्दः अनित्यः इति अनिमित्तिं न कुर्मश्चेदपि वयं जानीमः खलु शब्दः इति गुणः शब्दः अनित्यः जायते हा अनित्यः अस्ति हा तद् अस्ति एव हा अस्ति अनित्यत्वं शब्दे अस्ति शब्दत्वं शब्दे अस्ति वा शब्दत्वं शब्दे अस्ति इति कृत्वा अत्र साध्यसामानाधिकरण्यं नास्ति इति न वक्तुं शक्नुमः वस्तुतः यदि पक्षत्वेन स्वीकुर्मः शब्दः पक्षः अस्ति इति कृत्वा पक्षः साध्यसन्दिग्धवान् भवेत् इति कृत्वा अनुमानकाले शब्दः शब्दे साध्यसामा शब्दनिष्ठसाध्यसामानाधिकरण्यं शब्दत्वेन आगतम् इति वदेम तथापि अनुमानस्य परं यदा अनुमानं कृतं तर्हि इदानीम् अस्माभिः ज्ञातम् शब्दः अनित्यः इति ज्ञातम् ज्ञानानन्तरं शब्दत्वे सामानाधिकरण्यम् अस्ति वा न वा शब्दनिष्ठसामानाधिकरण्यं शब्दनिष्ठ इत्युक्ते अनित्यनिष्ठ अनित्यनिरूप अनित्यत्वनिरूपितशब्दनिष्ठसामानाधिकरण्यं शब्दत्वे अस्ति वा न वा अनित्यनिरूपितशब्दनिष्ठसामानाधिकरण्यम् अस्ति अस्ति एव खलु अतः तदेव अत्र उक्तं साध्यनिश्चयसाध्यवान् शब्दे ग्रहीतुं शक्यः इत्युक्ते यदा अनुमितिः भवति तदा शब्दः सपक्षः भवति सपक्षः भवति इत्युक्ते निश्चितवान् भवति शब्दे अनित्यम् अस्ति इति निश्चितवान् भवति तथा च अग्रे पठतु तावद् एतावत्पर्यन्तं तदेव उक्तं तथा च साध्य अधिकरणम् अनित्यत्व अधिकरणं शब्दः तद् वृत्ति च शब्दवत्त्वम् इति हेतौ शब्दत्वम् इति हेतौ साध्यसामानाधिकरण्यम् आगतम् एव तथा च साध्य अधिकरणम् अनित्यत्व अधिकरणं साध्य इत्युक्ते अनित्यत्वम् अनित्यम् एव साध्यम् अनित्यत्वम् अनित्यत्वम् अनित्यत्व अधिकरणं तर्हि साध्य अधिकरणम् इत्युक्ते अनित्यत्व अधिकरणं शब्दः तद् वृत्ति अनित्यत्ववृत्ति शब्दत्वं तस्य वृत्ति शब्दः अनित्यत्ववृत्ति इति नास्ति तद्वृत्ति अत्र तत्पदेन किं ग्राह्यं शब्दस्य वृत्तिः शब्दः ग्राह्यः तत् इति पदेन शब्दः ग्राह्यः शब्दवृत्ति शब्दत्वं शब्दस्य वृत्ति शब्दत्वं इति शब्दस्य वृत्ति इति मा वदतु शब्दे यदस्ति शब्दे यदस्ति शब्दे करेक्ट् शब्दे यदस्ति शब्दत्वमस्ति तर्हि शब्दवृत्ति शब्दत्वं शब्दवृत्ति शब्दत्वम् इति हेतौ साध्यसामानादिकरणम् आगतम् एव साध्यसामानादिकरण्यं हेतौ आगतं खलु शब्दरीत्या अत्र उक्तमस्ति अग्रे पक्षे साध्यसंशयकाले निश्चितसाध्यवत् घट आदिनिरूपितवृत्तित्व अभावः पक्षे अपि साध्यनिश्चयकाले तु निश्चितसाध्यवत् शब्दनिरूपितवृत्तित्वम् इति परस्परविरुद्धयोः धर्मयोः कालभेदेन एकस्मिन् एव शब्दत्वहेतौ स्वीकार आपत्तिः पक्षे साध्यसंशयकाले निश्चितसाध्यवत् घटादिनिरूपितवृत्तित्व अभावः तत् पक्षे अस्ति इति वयं जानीमः पक्षे अपि संशयकाले यस्मिन् समये पक्षे साध्यम् अस्ति वा न वा इति संशयकाले साध्यसामानादिकरण्यं न निरूपितम् किन्तु यदा निश्चयः जायते तदनन्तरं तत्र साध्यसामानादिकरण्यम् अस्ति इति विरोधः भवति खलु संशयकाले नास्ति निश्चयकाले अस्ति इति क्लेशः बुद्धं खलु तत् पूर्णतया न बुद्धम् महोदय संशयकाले निश्चितसाध्यवत् वृत्तिनिरूपित अभावः तत् अस्ति पूर्व यदुक्तं तद् आधारीकृत्य तत् भवति वा हा इत्युक्ते अस्मिन् अनुमाने शब्दः अनित्यः शब्दत्वात् इति अनुमाने अनुमानवाक्ये कः क्लेशः इति चेत् पक्षः शब्दः पक्षे अनित्यत्वम् अस्ति वा इति सन्देहः यस्मिन् काले अस्ति तस्मिन् काले साध्यसामानादिकरण्यं नास्ति अन्यत्र सपक्षे नास्ति इति उक्तत्वात् साध्यसामानादिकरण्यं नास्ति इति वक्तव्यं किमर्थमित्युक्ते घटपटादिषु अनित्यत्वम् अस्ति किन्तु शब्दत्वं नास्ति इति कृत्वा शब्दत्वे साध्यसामानादिकरण्यं नास्ति कदा यस्मिन् काले पक्षे सन्देहः अस्ति अनित्यत्वम् अस्ति वा न वा इति सन्देहः अस्ति तस्मिन् काले किन्तु यदा अनुमानं कुर्मः तदनन्तरम् इदानीं पक्षे अनित्यत्वम् इति निश्चयबुद्धिः यदा जाता तस्मिन् काले साध्यसामानादिकरण्यं नास्ति इति वक्तुं शक्यते वा अस्ति एव खलु अस्ति शब्दे अनित्यत्वमस्ति शब्दत्वमपि अस्ति तर्हि साध्यसामानादिकरण्यं शब्दत्वे आगतम् इति तत्र परस्परविरुद्धयोः धर्मयोः कालभेदेन एकस्मिन् शब्दे एव शब्दत्वहेतौ स्वीकार आपत्तिः भवति इति क्लेशः अत्र उक्तः अस् अग्रे पठतु महोदय किञ्च अनित्यत्वनिश्चय उत्तरम् इव पूर्वम् अपि शब्दः अनित्यत्ववान् एव तर्हि बुद्धं खलु तद् बुद्धं महोदय अनित्यत्वनिश्चय उत्तरम् इव पूर्वमपि शब्दः अनित्यत्ववान् एव न हि शब्दः मम सन्देहः अस्ति चेत् मम सन्देहः अस्ति इति कृत्वा तत्र अनित्यत्वं नास्ति इति नास्ति. शब्दे मम सन्देहकाले अपि अनित्यत्वम् अस्ति एव, तर्हि तस्मिन् विषये मम सन्देहः अस्ति इति कृत्वा अहम् अनुमानं करोमि. तथापि यस्मिन् काले मम सन्देहः वर्तते तस्मिन् काले वस्तुगत्या किमस्ति इति चेत् अनित्यत्वं शब्दे अस्ति एव, खलु? हा, अग्रे. नहि शब्दः सः नहि शब्दः तत्र अनित्यत्वनिश्चयात् पूर्वं नित्यः, तद् उत्तरं तु अनित्य इति सम्भावते. हा, शब्दः पूर्वम् अनित्यत्व इति निश्चयात् पूर्वं तद् नित्यः भवेत्, तदुत्तरम् अनित्यः भवेत् इति न भवति खलु. इत्युक्ते यस्मिन् काले मम सन्देहः अस्ति तस्मिन् काले शब्दः नित्यः, यदा मम निश्चयः जातः तदनन्तरमेव सः अनित्यः जातः इति नास्ति खलु. तस्मिन् काले अपि सः अनित्यः एव. शब्दः यत् अस्ति तद् तदेव अस्ति. हा, अनित्यः एव अनित्यः अस्ति, अनित्यः एव अस्ति. अनुमाने अनुमानस्य पूर्वमपि अनित्यः एव अस्ति तद् सत्यं. विद्यमानम् एव हि अनित्यत्वं शब्दे अनुमित्या विषयीक्रियते इति शब्दत्वे अनियत्वसामानाधिकरण्यम् एव अस्ति. विद्यमानम् एव हि अनित्यत्वं शब्दे अनुमित्या विषयीक्रियते इति शब्दत्वे अनित्यत्वसामानाधिकरण्यम् एव अस्ति. इत्युक्ते इदानीं वयम् अस्मिन् काले अनुमानं कुर्वन्तः इति चिन्तयतु, शब्दः अनित्यः शब्दत्वात्. तर्हि अस्मिन् काले अपि अनुमानं यदा यस्मिन् काले कुर्वन् अस्ति तस्मिन् काले अपि भवतः ज्ञानमस्ति खलु, शब्दः अनित्यः इति ज्ञानमस्ति खलु. शब्दः गुणः, आकाशस्य गुणः. शब्दः जायते, शब्दः जायते, कथम् एकस्मिन् एकस्मिन् स्थले उत्पद्यमानशब्दः कर्णं प्रति आगच्छति इति एतत् सर्वम् अस्माभिः दृष्टं पूर्वम् इति कृत्वा विद्यमानम् एव हि अनित्यत्वं शब्दे. इत्युक्ते शब्दे अनित्यत्वम् अस्ति इति वयम् इत्युक्ते विद्यमानमस्ति, तत् अस्ति एव. वयम् अस्माकं ज्ञानम् अस्ति वा न वा इति न अपेक्षितमस्ति, तदेव अस्माभिः अत्र विद्यमानसत् ज्ञानं ज्ञायमानं सत् ज्ञायम् इति द्विधा अस्माभिः अधीतं खलु. अत्र कस्मिन् पुटे तदस्ति एकवारं पुनस्मारयामि. हस्तिपकः इति एतत् सर्वम् अस्माभिः दृष्टं खलु. आं महोदय, तत् दृष्टं. विद्यमानं सत् एकनिमिषम् अहं पुनस्मारयामि. हा, ज्ञायमानस्य कारणता, अत्र कारणता विद्यमानं सत् कारणता, ज्ञायमानं सत् कारणता इति उक्तम्. तर्हि अत्र विद्यमानमेव इत्युक्ते अस्माकं ज्ञानम् अस्ति वा न वा, तत्र शब्दे अनित्यत्वं विद्यमानमेव अस्ति इति कृत्वा यदा अनुमित्या विषयीकुर्मः तदा इदानीं किं जातं, शब्दः पक्षः जातः, पक्षः साध्यसन्दिग्धवान् भवेत् इति कृत्वा तत्र पक्षः सपक्षत्वेन न स्वीक्रियते. किन्तु वास्तविक वस्तुगत्या किमस्ति इति चेत् शब्दः अनित्यः एव, शब्दत्वे शब्दे अनित्यत्वम् अस्ति एव इति क्लेशः अस्ति. अस्तु, अग्रे पठतु महोदय. अतश्च अनित्यत्व सामानादिकरणं करण्यं करण्य अभावः न तत्र भवेत् इति शब्दत्वम् अनित्यत्वसामानादिकरण्य अभाववत् इति तद् अवगाहि ज्ञानस्य एव भ्रमत्वम् आपतितम् अतः अनित्यत्वसामानादिकरण्य अभावः अनित्यत्वसामानादिकरण्यस्य अभावः न तत्र भवेत् इति शब्दत्वम् अनित्यत्वसामानादिकरण्य अभाववत् इति तद् अवगाहि ज्ञानं हा अस्य एव भ्रमत्वमापतति हा तद् तद् ज्ञानम् अनित्यत्वसामानादिकरण्य अभाववत् शब्दत्वं न भवति इति शब्दः शब्दः अनित्यः अस्ति तर्हि अनित्यत्वसामानादिकरण्यस्य अभावः तत्र न अस्ति इति न शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति प्रतिबन्धकज्ञानं प्रतिबन्धकज्ञानं प्रमात्मकं भवेत् खलु प्रतिबन्धकज्ञानं प्रमात्मकं भवेत् किन्तु शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति यदि शब्दम् अधिकरणत्वेन स्वीकुर्मः तर्हि शब्दत्वं शब्दे अस्ति अनित्यत्वमपि शब्दे अस्ति इति कृत्वा शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति ज्ञानं भ्रमात्मकमस्ति वस्तुतः खलु तर्हि भ्रमात्मकमस्ति चेत् प्रतिबन्धकत्वं न भवति प्रतिबन्धकत्वं प्रतिबन्धकज्ञाने प्रमात्वम् अपेक्षितमस्ति न तु भ्रमात्मकम् इति कृत्वा अत्र क्लेशः अस्ति गतं तर्हि तस्य हेत्वाभासत्वम् इति उक्तम् इत्युक्ते शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति प्रतिबन्धकज्ञानेन अत्र घटपटादिकं स्वीकृत्य एतज्ज्ञानं स्थापितं प्रतिबन्धकत्वं तस्मिन् साधितं किन्तु शब्दः इति अधिकरणं स्वीकुर्मश्चेत् शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति भ्रमात्मकज्ञानं भवति किमर्थम् इति चेत् अत्र शब्दे अस्ति खलु शब्दे शब्दत्वमस्ति अपि च अत्र अनित्यत्वम् अस्ति इति कृत्वा शब्दत्वे अनित्यत्वसामानाधिकरण्य करण्यम् अस्ति तर्हि शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति ज्ञानं तत्र शब्दे व्यभिचरति इति कृत्वा भ्रमात्मकं भवति तर्हि प्रतिबन्धकत्वमेव गतं तर्हि गतं तर्हि तस्य हेत्वाभासत्वं बुद्धं खलु तद् बुद्धम् अस्तु तर्हि अग्रे अग्रे पठतु स्वीकृतम् इति न बुद्धं किमर्थं शब्दं स्वीकृतम् अग्रे इत्युक्ते किमर्थं शब्दः स्वीकृतः इति चेत् अनुमानं वया यदं कुर्मः तदा शब्दः पक्षत्वेन स्वीकृतम् इति कृत्वा पक्षं किं भवति साध्यसन्दिग्धवान् भवति इति कृत्वा अत्र शब्दः सपक्षत्वेन स्वीकृतः किन्तु वास्तविकस्थितिः का इति चेत् शब्दे अनित्यत्वम् अस्ति एव शब्दे अनित्यत्वम् अस्ति इति कृत्वा तस्मिन् शब्दे शब्दत्वम् अपि अस्ति इति कृत्वा शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् अस्तु यदि अहम् इदानीं वदामि शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति भवन्तं यदि अहं वदामि भोः भवान् किं वदति शब्दे अस्ति खलु इति तस्य भ्रमत्वं निरूपयति खलु शब्दम् उक्त्वा तस्य अस्य अस्य ज्ञानस्य भ्रमत्वं निरूपयति खलु व्यभिचारः तत्र वदति खलु भवान् इति कृत्वा इत्युक्ते अत्र ग्रन्थकारस्य आशयः कः इति चेत् मूलग्रन्थकारेण अत्र शब्दः अनित्यः शब्दत्वात् इति उदाहरणम् उक्तम्। किन्तु विद्याधरीग्रन्थकारस्य तावत् तत्र आग्रहः नास्ति। किमर्थम् इत्युक्ते शब्दे शब्दत्वम् अस्ति, शब्दे अनित्यत्वम् अस्ति, तर्हि कथं वा शब्दः अनित्यः शब्दत्वात् इति उदाहरणं वक्तुं शक्यते? तर्हि किञ्चित् परिवर्तनीयम्, उदाहरणं परिवर्तनीयम्। तदेव अग्रे वक्ष्यति। अग्रे पठतु महोदय। द्वितीयः द्वितीयः विशेषः खलु अस्माभिः एतत् प्रकरणस्य आदौ चिन्तितः यत् प्रकरणे अस्मिन् प्रतिपद्यज्ञानं भ्रमरूपम् एव विरोधि च प्रमात्मकम् एव भवति इति। खलु अस्माभिः निश्चितं प्रमात्मकं भवेत्, प्रतिबन्धकज्ञानं प्रमात्मकं भवेत्, प्रतिबद्धज्ञानं प्रमात्मकं भवेत् इति। किन्तु इदानीं किं जातं? प्रतिबद्धज्ञानं प्रमात्मकमस्ति। तदेव सत्यभामा भगिन्या अपि उक्तं प्रमात्मकं शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति प्रमात्मकमस्ति, शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति भ्रमात्मकमस्ति। अस्तु अग्रे। प्रकृते च शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति निश्चयस्य भ्रमरूपत्वेन तद्विषयाः विशेष्य विशेषण अभाव आपन्नाः न शक्याः वक्तुम् इति कथं तद्वत्त्वम् आदाय शब्दत्वं दुष्टम् इति व्यवहारः सम्भवति? तर्हि यदा शब्दत्वम् अनित्यत्वसामान तर्हि शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति निश्चयः भ्रमः अस्ति, तर्हि तद् विशेष्य विशेषण अभाव आपन्नाः तद् न बुद्धं विशेष्य विषय अभाव आपन्नाः न शक्यः वक्तुं विशेष तद् विशेष्याः विशेष्य विशेषण अभाव आपन्नाः न शक्यः वक्तुम् इति। इत्युक्ते अनयोः मध्ये विशेषणविशेषभावः नास्ति, शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति अनयोः मध्ये शब्दत्वम् इति विशेष्यम्, अनित्यत्वसामानाधिकरण्य अभाववत् इति विशेषणं, तयोः मध्ये विशेषणविशेषभावः न वक्तुं शक्यते। किमर्थम् इत्युक्ते न सङ्गच्छते। बुद्धं खलु? न महोदय, तत् न बुद्धं। शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति वाक्यं तद् न भवितुमर्हति। शब्दत्वं तदेव, तर्हि अत्र शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इत्यत्र विशेष्यं किम्? शब्दत्वं खलु, शब्दत्वं विशेष्यं, विशेषणं किं, विशेषणवाचकपदं किम्? एवम् एवं प्रष्टव्यं मया, विशेषणवाचकपदं किम्? सामानाधिकरण्यं अनित्यत्वसामानाधिकरण्य अभाववत् इति विशेषणवाचकपदम् अभाववत् इति विशेषणं विशेषणवाचकपदं खलु। तर्हि तयोः मध्ये सम्बन्धः नास्ति। किमर्थम् इत्युक्ते शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् अस्ति, न तु अभाववत् इति कृत्वा तयोः मध्ये विशेष्यविशेषणभावः न वक्तुं शक्यते इति कृत्वा शब्दत्वं दुष्टम् इति व्यवहारः अपि न सम्भवति इति क्लेशः अत्र। बुद्धं खलु? इत्युक्ते अत्र अन्ततो गत्वा यदि एतत् सर्वम् अपठित्वा कोऽपि वदति, यदि अहम् इदानीम् अनुमाकं वाक्यं वदामि शब्दः अनित्यः शब्दत्वात्, तत्र अनुमानवाक्यं पश्यति चेत् समीचीनमेव भाति खलु, शब्दः अनित्यः शब्दत्वात्, शब्दत्वं शब्दे अस्ति, अनित्यत्वं तत्र निरूपितं भवति, इति कृत्वा कः क्लेशः अत्र इति प्रश्नः सामान्यतया उदेति. किन्तु सपक्षे अत्र पक्षं विहाय सपक्षं न वक्तुं शक्यते, पक्षमात्रवृत्तिः त्वमस्ति इति कृत्वा अत्र क्लेशः उक्तः. किन्तु सामान्यरीत्या पश्यामश्चेत् क्लेशः नास्ति इति कृत्वा इदानीं ग्रन्थकारः किं करोति, शब्दत्वम् इत्यस्मिन् स्थाने भिन्नहेतुं वदति. गगनं गगनात् इति हेतुं वदति. शब्दः अनित्यः गगनात् इति वाक्यं मूलग्रन्थकारेण उक्तमस्ति चेत् अत्र एतादृशचिन्तनं कर्तुं शक्यते इति आशयः, विद्याधरीग्रन्थकारस्य आशयः अस्ति. तर्हि अत्र उदाहरणस्य परिष्कारं करोति. बुद्धं खलु एतावत्पर्यन्तम्? आं महोदय, तत् बुद्धम्. अस्तु, समीचीनं. तर्हि अग्रे गच्छेम. सत्यभौम क्लेशः अस्ति महोदय, एकः क्लेशः अस्ति. किमर्थं सपक्षः विपक्षः एतादृशं सर्वं चिन्तित्वा किमर्थम् उदाहरणस्य परिष्कारं करोति? तत् उदाहरणं सम्यक् नास्ति इति, उदाहरणं सम्यक् एव अस्ति किल. शब्दः अनित्यः शब्दत्वात् इति वाक्ये अत्र सपक्षः व्यावृत्तः अपि च विपक्षः व्यावृत्तः, केवलं पक्षमात्रवृत्तिः अस्ति इति एव दोषः अस्ति इति मया वयं पूर्वं चिन्तितं. किमर्थं परिष्करणं किमर्थम् इति चेत् साध्य सन्दिग्धकाले पक्षे अनित्यत्वम् अस्ति वा न वा इति सन्देहः अस्ति. किन्तु वास्तविकस्थितिः का, वास्तविकस्थितिः का? अनित्यत्वं शब्दे अस्ति एव, अस्माकं ज्ञानमस्ति वा न वा इति भवतु. तर्हि इतोपि अत्र गगनम् इति स्वीकृत्य चिन्तयामश्चेत् अत्र किं सौकर्यमस्ति इति इतोपि अर्थबोधः जायते. तर्हि किञ्चित् प्रतीक्षां करोतु गगनस्य इति पठेम. महोदय, इदानीं शब्दः अनित्यः शब्दत्वात् यद् प्रत्यक्षेत ज्ञातुं शक्यते खलु, किमर्थं पुनः तस्य न? अत्र ग्रन्थकारेण, मूलग्रन्थकारेण एषः उदाहरणम् एतद् उदाहरणम् उक्तम्. असाधारणहेत्वाभासस्थले यथा शब्दः अनित्यः शब्दत्वात् इति उदाहरणम् उक्तम्. तत्र यदा वयं चिन्तयेम अत्र क्लेशः भवति. किमर्थम् इत्युक्ते, वर्षा भगिनी, भवत्याः उत्तरम् एतदेव, शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति ज्ञानं भ्रमात्मकं वा प्रमात्मकं वा? शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति प्रमात्मकम्. प्रमात्मकं वा, प्रमात्मकं वा भ्रमात्मकं वा? भ्रमात्मकं महोदय, सोरि सोरि. हा, इत्युक्ते यदि घटः इति अधिकरणं स्वीकुर्मः तर्हि शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति ज्ञानं प्रमात्मकं भवति. किन्तु यदि शब्दः एव अधिकरणत्वेन स्वीकुर्मः तदा शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति ज्ञानं भ्रमात्मकम् एव भवति, भ्रमात्मकमेव भवति. इति कृत्वा प्रतिबन्धकत्वं तस्मिन् ज्ञाने न सम्पादयितुं शक्यते इति क्लेशः. अत्र क्लेशः कः इति चेत्, शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति ज्ञानं भ्रमात्मकमस्ति, वस्तुतः प्रमात्मकं नास्ति. इति कृत्वा अत्र ग्रन्थकारः परिष्कारं करोति. सपक्षः विपक्षः इति एतत् सर्वं समीचीनमेव. सपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः इत्यत्र सपक्षे नास्ति, विपक्षे अपि नास्ति, केवलं पक्षे अपि पक्षे एव शब्दत्वम् अस्ति. तत्र हेत्वाभासः इति दोषः कल्पितः. तर्हि तत्र हेत्वाभासस्य अत्र दोषः, दोषज्ञानस्य आकारः कः, प्रतिबन्धकज्ञानस्य आकारः कः इति चेत्, शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति आकारकं ज्ञानं प्रतिबन्धकज्ञानमस्ति. प्रतिबन्धकज्ञाने इदानीम् अत्र प्रमात्मकं प्रमात्वमस्ति वा इति चेत् प्रमात्वं नास्ति इति क्लेशः अस्ति इति कृत्वा उदाहरणं परिष्कर्तव्यं भवति. अस्तु, किञ्चित् पठेम. भगिनी पठति वा? आं महोदय. गगनस्य असाधारणत्वनिरूपणं. तर्हि असाधारण उदाहरणरूपेण असाधारण उदाहरणरूपेण शब्दत्वं तत् त्यक्त्वा गगनं हेतुं ब्रूमः. तथा च शब्दः अत्र वदतु वाक्यशः पश्य. इदानीम् अस्माकं प्रकृत उदाहरणम् आसीत् शब्दः अनित्यः शब्दत्वात् इति. तत्र प्रतिबन्धकज्ञानं समारूपं भवति. अतः अत्र दोष दुष्टः इति सम्पादयितुं न शक्यः. प्रतिबन्धकत्वमेव न निरूपयितुं शक्यते. प्रतिबन्धकत्वं न निरूपयितुं शक्यः. अतः इदानीं भिन्नहेतुं स्वीकृत्य पुनः परिशीलनं कुर्मः इति. तर्हि इदानीं वाक्यं किं भवति? अग्रे पठतु. तथा च शब्द तथा च शब्दः अनित्यः गगनात् इति स्थलं निर्दिष्टव्यम्. इदानीं भिन्न उदाहरणं स्वीकृतं, तदस्ति शब्दः अनित्यः गगनात् इति. गगनम् इति हेतुं स्वीकृत्य पुनः परिशीलनं. गगनं विभुद्रव्यं, तस्य सर्वमूर्तद्रव्यसंयोगः. एकं कुर्मः. अस्तु, तत्र अग्रे गमनात् पूर्वं तर्हि भवती एव प्रतिपादयति वा अत्र शब्दः अनित्यः गगनात् इति वाक्यं स्वीकुर्मः. इदानीं गगने असाधारणत्वं निरूपणीयम्. तर्हि अत्र प्रतिबद्धज्ञानस्य आकारः कः, प्रतिबन्धकज्ञानस्य आकारः कः इति वदतु. शब्दः अनित्यः गगनात् इति प्रतिबद्धज्ञानस्य उदाहरणम्. शब्दः अनित्यः गगनात् इति अनुमानवाक्यम्. अनुमानवाक्यं तत् प्रतिबद्धज्ञानस्य आकारः कः? शब्दत्वम् अनित्यत्वसामानाधिकरण्य वर्तते. शब्दत्वम् इति नास्ति अत्र. इदानीं भिन्न भिन्न गगनत्व गगनत्वसामानाधिकरण गगनत्व इति एव खलु. गगनत्वं गगनत्वम् अनित्यत्वसामानाधिकरण्य वर्तते करण्य. उत्तमं. गगनत्वम् अनित्यत्वसामानाधिकरण्यवत् वत्तीति. अस्तु, तर्हि इदानीं प्रतिबद्धज्ञानं भ्रमात्मकं वा प्रमात्मकं वा इति चिन्तयतु. इदानीं भवत्या समीचीनतया उक्तं गगनत्वं गगनत्वं गगनम् अस्ति खलु. तर्हि गगनत्वम् अनित्यत्वसामानाधिकरण्यवत् इति निरूपणीयम्. अनित्यत्वसामानाधिकरण्यवत् तस्मिन् विषये चिन्तयतु. गगनत्वं गगने अस्ति. तस्मिन् गगने इदानीम् अनित्यत्वम् महोदय वदतु. न अत्र गगनत्वम् इति वक्तव्यं वा गगनम् इति एव वक्तव्यं वा इति. गगनम् इति एव वक्तव्यं, न तु गगनत्वम्. गगनम् अनित्यसाध्य अनित्यसामानाधिकरण्यवत् इति. गगनम् अनित्यसामानाधिकरण्यवत् इति वक्तव्यम्. Hmm. तदेव प्रतिबन्ध प्रतिबद्धज्ञानस्य आकारः. गगनम् इत्येव हेतुः अस्ति खलु, पूर्वं शब्दत्वम् इति हेतुः अस्ति. तर्हि शब्दत्वम् अनित्यत्वसामानाधिकरण्यवत् इति उक्तं, तर्हि इदानीं गगनम् इति हेतुः. गगनम् अनित्यत्वसामानाधिकरण्यवत् इति प्रतिबद्धज्ञानम्. हा, तर्हि तत्र चिन्तयतु, अनित्यत्वसामानाधिकरण्यवत् इत्यस्य अर्थः कः? यस्मिन् पक्षे अनित्यत्वम् अस्ति, अनित्य यस्मिन् चेत् तयोः इदानीम् अनित्यत्वं कुत्र अस्ति तत्र हेतु गगनम् अपि अस्ति वा इति द्रष्टव्यम्. हा, समीचीनं. तर्हि इदानीम् अनित्यत्वं कुत्र अस्ति एकम् उदाहरणं स्वीकरोतु. घटपटादिषु अनित्यत्वं स्वीकरोतु. घटः, घटे अनित्यत्वम् अस्ति. घटे इदानीं गगनमस्ति वा? घटे गगनमस्ति, किन्तु विपरीतगगनमस्ति वा? विपरीतरीत्या एव गगने घटमस्ति इति एव वक्तुं शक्यते. तत्र चिन्तनीयं. बहु समीचीनं. तर्हि इदानीं गगनम् अपि च घटः अनयोः मध्ये प्रथमं सम्बन्धः भवति वा? संयोगेन गगने घटं स्थापितुं शक्यते. उत्तमं खलु, न न, अत्र समीचीनं, तादृशमेव चिन्तनीयम्. उत्तमं भगिनि. गगनम् इति कीदृशपदार्थः? नित्यवस्तु, नित्यद्रव्यं, द्रव्यं, द्रव्यं. घटः इति कीदृशपदार्थः? घटः द्रव्यं. द्रव्ययोः मध्ये कः सम्बन्धः भवति? संयोगः एव. हा, यद्यपि गगनं विभुद्रव्यमस्ति, यद्यपि गगनं विभुद्रव्यमस्ति, तथापि घटः इति महत्परिमाणम् अस्ति इति कृत्वा तस्मिन् यदा क्रिया जायते तदा घटेन सह गगनेन सह तस्य संयोगः भवति. मूर्तद्रव्येषु यदा क्रिया जायते तदा संयोगः जायते, संयोगः भवति. तर्हि यथा घटः घटे यदा क्रिया भवति, क्रियां स्वीकृत्य भूतले स्थापयामश्चेत् इदानीं घटभूतलयोः मध्ये संयोगः अस्ति. किन्तु किं कस्मिन् अस्ति? घटः भूतले अस्ति इत्यत्र घटभूतलयोः मध्ये संयोगः अस्ति, किन्तु अत्र आदेयः कः, अधिकरणं किम्? भूतले घटः इति वक्तुं शक्यते, विपरीतरीत्या घटवत् भूतलम् इति अपि वक्तुं शक्यते. न न, घटवत् भूतलम् इत्यत्र आदेयः कः, अधिकरणं किम्? अधिकरणं भूतलम्, अधिकरणं भूतलम्, आदेयः घटः सर्वदा. इत्युक्ते घटवत् भूतलम् इत्यत्रापि अधिकरणं भूतलमेव, आदेयः घटः एव. घटः भूतले इत्यत्रापि आदेयः घटः, भूतलमिति अधिकरणं खलु. एवं यदा इदानीं घटे क्रिया जायते तदा अनया क्रियया घट गगनयोः मध्ये यदा संयोगः जायते इदानीं किं कस्मिन् अस्ति? गगने घटमस्ति इति एव वक्तुं शक्यते. हा, तत्रैव अस्माभिः किञ्चित् चिन्तितम्, वृत्तिनियामकसम्बन्धः, वृत्ति अनियामकसम्बन्धः इति आदौ अस्माभिः किञ्चित् चिन्तितम्. इत्युक्ते घटः आकाशे अस्ति, किन्तु घटे आकाशः अस्ति इति अपि वक्तुं शक्यते खलु, घटाकाशम् इति. हा, घटाकाशम् इत्युक्ते न, घटे आकाशः अस्ति खलु. The space within the port. हा, खलु. तर्हि तत्र आकाशः आकाशे घटः अस्ति वा, नो चेत् घटः आकाशे अस्ति वा इति नियमेन न वक्तुं शक्यते, विभुद्रव्येण सह यत्र संयोगः जायते. तर्हि यद्यपि यदा घटे क्रिया जायते तदा घट आकाशयोः मध्ये संयोगः जायते, किन्तु तेन संयोगेन गगनम् आकाशः घटे अस्ति इति न वक्तुं शक्यते. यथा घटभूतलयोः मध्ये संयोगः जायते, तत्र सर्वदा भूतलमेव आदेयः अधिकरणं भवति, घटः एव आदेयः भवति. एवम् अत्रापि खलु महोदय. हा, इत्युक्ते प्रतिबद्धज्ञानं किं भवेत्? गगनम् अनित्यत्वसामानादिकरण्यवत् इति वक्तव्यम्. अनित्यत्वसामानादिकरण्यवत् इति वक्तव्यं. तर्हि अनित्यत्वं कुत्र अस्ति? घटे अस्ति. इदानीं घटे गगनमस्ति वा इति चेत् तादृशं न वक्तुं शक्यते. घटे आकाशः गगनं संयोगसम्बन्धेन वर्तते इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते तत्र वृत्ति अनियामकत्वसम्बन्धः एव अस्ति, न तु वृत्तिनियामकसम्बन्धः. तयोः मध्ये आधारादेयभावः न वक्तुं शक्यते वस्तुतः. किमर्थमित्युक्ते घटः आकाशे वर्तते इति अपि वक्तुं शक्यते, आकाशः घटे वर्तते इति अपि वक्तुं शक्यते. वृत्ति अनियामक सम्बन्धः एव अस्ति, न तु वृत्तिनियामकसम्बन्धः अस्ति इति कृत्वा गगनम् आकाशे क्षम्यतां गगनं घटे संयोगसम्बन्धेन वर्तते इति न वक्तुं शक्यते इति कृत्वा गगनम् अनित्यसामानादिकरण्यवत् इति न वक्तुं शक्यते इति क्लेशः अस्ति. इति क्लेशः नास्ति इति अस्ति. अस्तु, समयः जातः. तर्हि वृत्तिनियामकत्वं, वृत्ति अनियामकत्वसम्बन्धः, वृत्तिनियामकत्वसम्बन्धः इति पृष्ठसङ्ख्या 63 अस्ति. तत् सर्वे एकवारं पठन्तु, तदनन्तरम् अग्रिमे वर्गे इतोपि अग्रे सरेम. सर्वेभ्यो नमस्कारः, धन्यवादः.